गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुणवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। गते वर्गे स्नेहः इति गुणः तस्मिन् विषये पठनम् आरब्धं। चूर्णादिपिण्डीभावहेतुः गुणः स्नेहः इति अस्माभिः अधीतम्। तर्हि तत्र चूर्णेषु पिण्डीभावः भवति। पिण्डीभावः कुत्र भवति? चूर्णेषु एव भवति। पिण्डीभावः इत्युक्ते किं? विशिष्टसंयोगः कयोः मध्ये? चूर्णे राशौ सन्ति खलु, तयोः मध्ये पिण्डीभावः विशिष्टसंयोगः जायते। तादृशविशिष्टसंयोगस्य हेतुः कारणम् अस्ति स्नेहः, अपि च स च स्नेहः गुणः। गुणः कुत्र अस्ति? जले अस्ति। स्नेहः कुत्र अस्ति? जले अस्ति। किन्तु जले स्थित्वा चूर्णौ पिण्डीभावं विशिष्टसंयोगं कारयति इति तावदस्माभिः अधीतम्। तर्हि तस्मिन् विषये एकः गृहपाठः अपि मया दत्तमासीत्। तर्हि जले स्नेहं स्नेहाख्यगुणः स्थित्वा चूर्णौ चूर्णादौ चूर्णे चूर्णादौ अत्र पिण्डीभावं कारयति, विशिष्टसंयोगं कारयति इत्यतः असमवायिकारणं वा निमित्तकारणं वा? तर्हि कोऽपि वदति वा? अहं प्रयत्नं करोमि महोदय। स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इति वा महोदय? अत्र वयं जानीमः कारणकार्योः मध्ये सम्बन्धः इति अवच्छेदकधर्मः भवति। एतत्तु त्रिविधं समवास तादात्म्येन स्थित्वा समवायेन कार्यं करोति चेत् समवायकारणम् इति उक्तं। कारणतः अवच्छेदकधर्मः अस्ति तदात्म्यधर्मः, कार्यतः अवच्छेदकधर्मः समवायधर्मः इति कार्याधिकरणं समानाधिकरणं भवेत् इति कारणेन, उदाहरणेन कपालघटयोः मध्ये कपालः इति समानाधिकरणं, कपाले तदात्म्येन स्थित्वा समवायेन घटं जनयति इति समवायकारणम् इति उच्यते। तदनन्तरं असमवायीकारणम् इति, असमवायीकारणं द्विविधं। प्रथमविध असमवायीकारणम् इति समवायेन स्थित्वा समवायेन कारणं करोति। तदर्थं कपालसंयोगः, कपालसंयोगः इति गुणः, कपाले इति द्रव्ये अस्ति, कपालसंयोगः कपाले समवायेन स्थित्वा समवायेन घटं जनयति इति प्रथमविध असमवायीकारणं। तदनन्तरं तदनन्तरं घटपरिमाणं कपालपरिमाणं मध्ये किम् अस्ति? अत्रापि समानाधिकरणं वक्तव्यम् इति चेत् कपालपरिमाणः कपाले अस्ति समवायीकारणेन, किन्तु कार्यम् अस्ति घटपरिमाणं, घटपरिमाणः कपाले साक्षात् न भवति इति कारणेन परम्परासम्बन्धेन भवेत्। घटपरिमाणः अस्ति घटे घटपरिमाणः घटे समवायसम्बन्धेन अस्ति. घटः कपाले समवायसम्बन्धेन अस्ति इति कारणेन कपालः समवायसमवेत्व सम्बन्धेन घटपरिमाणं प्रति महोदय घटपरिमाणः घटपरिमाणः घटे समवायसम्बन्धेन अस्ति. घटः कपाले समवायसम्बन्धेन अस्ति. घटपरिमाणः कपाले समवायत्वेन अस्ति. अपि च परिमाणः नास्ति. परिमाणम् इति नपुंसकलिङ्गपदम्. ओ सारि सारि परिमाणः सारि सारि सारि कपा समवायसम्बन्धेन कपाले अस्ति. कपालः कपालपरिमाणः कपाले समवायसम्बन्धः. ओ सारि सारि परिमाणः क्षम्यतां क्षम्यतां परिमाणः इति वा महोदय. ओ नपुंसलिङ्गं परिमाणं करेक्ट् परिमाणं. परम्परासम्बन्धेन कपाले अस्ति घटपरिमाणं इति द्वितीयविध. एकनिमिषं भगिनि, यत् सर्वं भवत्या उक्तं समीचीनमेव, पुनस्मारणाय भवति, किन्तु मम प्रश्नस्य उत्तरम् एकवाक्येन वदतु. स्नेहः कीदृशकारणम्? स्नेहः निमित्तकारणम्. किमर्थं समवायिकारणं वा असमवायिकारणं वा न भवति? यत्र समवायिकारणं नास्ति असमवायिकारणं नास्ति, यत्र निमित्तकारणम् इति उच्यते. तत् सत्यं, किन्तु मम प्रश्नः भगिनि एकनिमिषं शृणोतु, किमर्थं स्नेहः पिण्डीभावं प्रति समवायिकारणं वा असमवायिकारणं वा न भवति इति प्रश्नः. स्नेहः पिण्डीभावं पिष्टे अस्ति समवायीकारणेन कार्यरूपेण. स्नेहः गुणः स्नेहः पृष्ठे साक्षात् नास्ति. स्नेहः इति गुणः जले अस्ति. जले समवायीकारणेन अस्ति. जलम् इति पृष्ठे अस्ति. जलं पिष्टे समवायिकारणेन नास्ति. समवायिकारणेन अस्ति चेत् द्वितीयविध समवायिकारणम् इति वक्तुं शक्नोति. किन्तु अत्र संयुक्तः स्नेहः समवायसंयुक्तसम्बन्धेन पिष्टे अस्ति इति कारणेन त्रिविधकारणं नास्ति, कारणानि नास्ति, अतः निमित्तकारणमिति उच्यते. अस्तु, बहु समीचीनं. तर्हि इतोपि स्पष्टतया, बहु समीचीनं, भवती अवगतवती एव किन्तु लघु तत्र लाघवेन वक्तुं शक्यते मम प्रश्नस्य उत्तरम्. अन्य कोऽपि प्रयत्नं करोति वा? अत्र अहं चिन्तयामि महोदय, अत्र स्नेहः इति गुणः यदा समवायकारणम् असमवायकारणम् इति स्वीकुर्मः तदा कार्याधिकरणे समायरूपेण भवति, समायसम्बन्धेन भवति. अत्र स्नेहः इति गुणः समायसम्बन्धेन कार्याधिकरणे नास्ति. हा, बहु समीचीनम्. इति इति इति अपि वक्तुं शक्यते. अस्तु, किञ्चित् अत्र प्रायः एकः बिन्दुः चिन्तयामश्चेत् सर्वैः अवगन्तुं झटिति निश्चेतुं शक्यते. अत्र पश्यतु, अन्यस्मिन् द्रव्ये अस्ति. हा, सत्यं, तत् सत्यम्. इदानीं श्रीराम महोदय, भवानेव वदतु, समवायीकारणम् असमवायीकारणम् इति लक्षणमस्ति खलु, तयोः मध्ये साम्यं कुत्र वर्तते? साम्यं कार्यं तु कार्याधिकरणे समवायसम्बन्धेन वर्तते. बहु समीचीनं, इति मनसि चिन्तयन्तु. समवायिकारणे वा समवायिकारणस्य लक्षणे वा असमवायिकारणस्य लक्षणे कार्यं स्थलद्वये अपि समवायसम्बन्धेन भवेत्, समवायीकारणे भवेत् खलु. तर्हि इदानीं पिण्डिभवः कुत्र अस्ति, चूर्णौ चूर्णादौ अस्ति, किन्तु अत्र स्नेहस्य समवायीकारणं किम्? जलमस्ति. तर्हि जले समवायसम्बन्धेन कार्यं भवति चेदेव अत्र समवायीकारणं वा असमवायीकारणं वा इति चिन्तनीयं खलु. सत्यं. तर्हि कार्यं कुत्र अस्ति इति द्रष्टव्यं. समवायीकारणे अस्ति वा इति द्रष्टव्यं. समवायीकारणे नास्ति चेत् भवतु साक्षात् वक्तुं शक्यते निमित्तकारणम् इति. निमित्तकारणं सत्यम्. अन्यत् किमपि न चिन्तनीयं. यदि कार्य यदि समवायीकारणे अस्ति तर्हि इदानीं कारणं तादात्म्यसम्बन्धेन समवायीकारणे अस्ति वा समवायसम्बन्धेन अस्ति वा इति द्रष्टव्यं. द्रष्टव्यं. तदेव. तर्हि लाघवार्थं हा प्रथमं कार्यं कुत्र अस्ति, कारणं यस्मिन् अस्ति तस्मिन् कार्यम् अस्ति वा इति द्रष्टव्यं. तस्मिन्नेव कार्यं नास्ति चेत्, सामानाधिकरण्यं नास्ति चेत् भवतु तत्र साक्षात् निमित्तकारणम् इति वक्तुं शक्यते. अस्तु, समीचीनम्. महोदय मम प्रश्नः एकः प्रश्नः अस्ति. हा पृच्छामि वा, इदानीं पृच्छामि वा? हा पृच्छतु. अस्मिन् विषये यदा वयं शर्कराचूर्णं स्वीकुर्मः तदा जलसंयोगेन शर्करा एव नष्टः भवति. नष्टः इत्युक्ते तस्य रूपं नष्टः भवति खलु, तत्र एव लीनः भवति. नष्टः भवति इति इत्युक्ते किं? लीनः भवति. शर्करायाः लक्षणं किं? रूपमेव तस्य लक्षणं वा? चूर्णविषये यदा गोधूमचूर्णं स्वीकुर्मश्चेत् तत्र गोधूमचूर्णानां किम् आकारः नष्टः न भवति खलु. अत्र शर्करायाः चूर्णं स्वीकुर्मश्चेत् जलसंयोगेन तत्र तस्य आकृतिः नष्टः भवति, लीनः भवति, तत्र जले एव लीनः भवति. सत्यं. शर्करा तदा किं वदामः, तत्र स्नेहाख्यगुणेन तत्र तस्य पिण्डीभावं न भवति, तत्र किं वदामः तत्र, अथवा द्रवत्वं भवत् द्रवत्वम् अभवत् इति वदामः वा? हा इत्युक्ते भवान् पृच्छति डिसल्यूशन् इति कश्चन सिद्धान्तः अस्ति वैज्ञानिकशास्त्रे, डिसाल्व् इति. डिसाल्व्. तस्य इक्विवलेण्ट् न्याय चिन्तने किमस्ति इति भवतः चिन्तनं खलु. अपि च तत्र चूर्णादौ पिण्डीभावं हेतुः इति उक्तमस्ति. स्नेहः यदा पिण्डीभावः भवति तदा एव स्नेहस्य प्रसक्तिः भवति. इदानीं पिण्डीभावः एव नास्ति खलु. सत्यं. तदा सर्वेषु चूर्णेषु तादृशस्वभावः भवति इति नास्ति. हा हा तत्र पिण्डीभावः यत्र अस्ति, पिण्डीभावः यत्र भवति, पिण्डीभावः इति विशिष्टसंयोगः यत्र भवति तस्य कारणं स्नेहः इति तावदेव उक्तम्. तादृशमेव चिन्तनम् अस्तु. तर्हि स्नेहः अस्ति चेत् विपरीतरीत्या स्नेहः अस्ति अत्र व्याप्यव्यापकभावः अस्ति. इत्युक्ते स्नेहः अस्ति चेत् तेन केवलं पिण्डीभावः एव जायते इति नास्ति. पिण्डीभावः जायते चेत् तस्य कारणं जले विद्यमानस्नेहः. यथा धूमः अस्ति चेत् वह्निः भवेत्, किन्तु वह्निः अस्ति चेत् धूमः भवेत् इति नियमः नास्ति खलु. तर्हि अत्र स्नेहः व्यापकः अस्ति, पिण्डीभावः व्याप्यः अस्ति, अपि च कारणकार्ययोः मध्ये सर्वदा व्याप्यव्यापकभावः भवत्येव. कारणं सर्वदा व्यापकं भवति. घटः अस्ति चेत् घटः भवेत्, किन्तु दण्डः अस्ति चेत् घटः भवेत् भवति. सत्यं. तादृशी नास्ति. हा तर्हि भवान् विपरीतरीत्या चिन्तयति, तादृशं न चिन्तनीयं. व्याप्यव्यापकभावः अस्ति इति कृत्वा तत्र द्रवत्वम् इति स्वीकुर्मः महोदय. तत्र द्रवत्वं यदा घृतं स्वीकुर्मः तस्य द्रवत्वं भवति संयोगेन तेजसंयोगेन, तादृशजलसंयोगेन अत्र शर्करायाः द्रवत्वम् अभवत् इति. अग्रे अग्रे आयासति महोदय, इदानीं द्रवत्वविषये न चिन्तयामः. द्रवत्वम् इति कश्चन गुणः नैयायिकैः अङ्गीकृतमस्ति खलु, तत् पठितं वा? पूर्वमेव पठितं खलु, पठितम् अस्माभिः. आद्यस्यन्दन असमवायिकारणं द्रवत्वं, पृथिवी जलतेजोवृत्तिः वृत्ति इति पठितं खलु, सत्यं द्रवत्वम् इति. अपि च पृथिव्यां जायमानद्रवत्वं सांसिद्धिकम् इति अपि अस्माभिः पठितम्, अग्निसंयोगेन जायते. नैमित्तिकं चेत् सांसिद्धिकं, तर्हि तदेव कारणं. शर्करायां यदा शर्करायां यदि अग्निसंयोगः क्रियते तदा तस्मिन् द्रवत्वं जायते, जले जलेन मिश्रणं विनापि. एवमेव जलं तत्र शर्करां पात्रे स्थापित्वा अधः अग्निसंयोगं कुर्मश्चेत् अग्निसंयोगस्य द्रवत्वं जायत्येव, द्रवत्वं जायते. तर्हि तत्र द्रवत्वमेव, जलसंयोगेन तादृशं न, तदा तत्र द्रवत्वे जलसंयोगेन अपि भवितुम् अर्हति इति वक्तुं शक्नुमः खलु? हा, वक्तुं शक्यते प्रायः. नैमित्तिकं लवणे अपि तादृशस्वभावः अस्ति. सत्यं सत्यं. तर्हि अत्र निमित्तं किम् इति चेत् केवलम् अग्निसंयोगः इति नास्ति, जलमपि निमित्तं भवितुमर्हति. अस्तु अग्रे गच्छामि. तर्हि भवान् एव पठतु महोदय, अत्र 114 पेज् मध्ये द्वितीयपङ्क्तिः अस्ति खलु, को हेतुः इति. न न एकनिमिषं, तत्सर्वं पठितं तत्र पठितम्. अत्र एवञ्च 115 चित्रगन्धस्थले इति अस्ति, अहं चिन्तयामि तत्र एवञ्च समवाय द्वितीयपरिच्छेदः महोदय. अस्तु, अत्र मम नोट्स् मध्ये टिप्पण्यां किं स्थापितं, चित्रगन्धस्थले इति, तद् मया विस्मृतं. चित्रगन्धस्थले किं भवति इति, किन्तु तद् किम् इति अस्माभिः न पठितं खलु? न पठितं, ततः एव पठनीयं. भक्ष्यमाणरीत्या चित्रगन्धस्थले, चित्रगन्धस्थले व्यभिचार व्यभिचारवारणाय समवायि समवेतत्वं वा द्वितीयसमवायिकारणे कारणतावच्छेदकः पक्षे चास्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेनैव. अत्र कार्यतायाः महोदय एकनिमिषं, मुरळीमहोदय किमपि वक्तुम् इष्टवान् वा? महोदय टुडे लेसन् 125 पेज् एवञ्च द्वितीयपरिच्छेदम्. अत्र द्वितीयपरिच्छेदं पठितं किन्तु तत्र अन्तिमवाक्यमस्ति खलु, वक्षमाणरीत्या चित्रगन्धस्थले, ततः पठनीयम्. अस्तु, पेज् नम्बर् को महोदय? 115. तत्र चित्रगन्धस्थले व्यभिचारवारणाय प्रायः तत्र व्यभिचार किम् अन्य व्यभिचारः अस्ति, व्यतिरेकव्यभिचारः, तादृशव्यभिचारः वारणाय समवायि समवायित्वेन वा द्वितीयसमवायिकारणे कारणतावच्छेदकः. तत्र अस्तु प्रथमं व्यभिचारः इत्युक्ते किम् इति वदति वा? तत्र नेगेटिव् उदाहरणं स्वीकुर्मः चेत् एकनिमिषं अन्वय तदभावः तदभावः तदभावः व्यभिचारः तत्सत्त्वे तत्सत्त्वम् इति तदभावे तदभावः सहचारः क्षम्यताम् अन्वयः सहचारः समाचारः व्यभिचारः इत्युक्ते तद् अभावः एवम् अस्ति तु अत्र अस्मिन् पक्षे कार्यतायाः परम्परासम्बन्धेन अवच्छिद्यते किन्तु समायनेव कार्यतायाः अवच्छेदकः न परम्परासम्बन्धेन इति अस्ति तु समवायसम्बन्धेन इत्युक्ते तत्र कार्यम् अस्ति पिण्डीभव तत्र कार्यता अस्ति सः सा कार्यता समवायसम्बन्धेनैव अस्ति इति उक्तमस्ति अत्र कार्याधिकरणे पृष्ठे महोदय अत्र आरम्भतः एकवारं पठतु तथा हि इति अस्ति खलु अतः तथा हि अस्तु तथा हि समवायिकारणे कार्यतावच्छेदकसम्बन्धः समवायः प्रथमसमवायिकारणे अपि स एव द्वितीयसमवायिकारणे तु कार्यतावच्छेदकः स्वसमवायिसमवायित्वम् तदेव समीचीनं समवायिकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यम् असमवायिकारणतयोः तु उभयोरपि समवाय एव वक्ष्यमाणरीत्या चित्रग्रन्थस्थले किञ्चित् असमवायिकारणयोः कारणतयोः तु उभयोरपि समवाय एव इत्युक्ते किं तत्र असमवायिकारणे द्विविधं भवति तत्र कारणेन सह कार्येण सह इति द्विविधम् असमवायिकारणम् अस्ति असमवायिकारणस्य अस्ति इति कृत्वा तत्रापि कारणता अवच्छेदकः समवाय एव इत्युक्ते कार्येन सह कारणेन सह इति केवलं तत्र कारणता अवच्छेदकसम्बन्धः वक्तव्यः इति अत्र कार्यता अवच्छेदकसम्बन्धः किन्तु कारणता अवच्छेदकसम्बन्धः स्थलद्वये अपि समवायः एव कारणम् असमवायीकारणे कारणं समवायीकारणे समवायसम्बन्धेनैव तिष्ठति खलु कार्यतावच्छेदकः असमवायीकारणतयोः उभयोः समवायः एव अस्तु अग्रे कार्यतावच्छेद वक्ष्यमाणरीत्या चित्रग्रन्थस्थले व्यभिचारकारणाय समवायि स्वसमवायि समवेतत्वं वा द्वितीयसमवायिकारणे असमवायिकारणे कारणतावच्छेदकः कारणता अवच्छेदकः द्वितीयसमवायिकारणे तत्र स्वसमवायिसमवायित्वं भवति एवमेव चित्रग्रन्थस्थले अपि तादृश सम्बन्धः अस्ति महोदय स्वसमवायिसमवेतत्वं स्वसमवायिसमवायित्वं नास्ति समवायि स्वसमवायिसमवेतत्वं सम्यक् इदानीं कारणता अवच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकुर्मश्चेत् स्वं तदनन्तरं स्वसमवायीकारणे अस्ति तस्मिन् समवायीकारणे समवेतम् अस्ति अस्तु कारणता अवच्छेदकः पक्षे सन्ति वाक्यं वदतु पक्षे च अस्मिन् कार्यता न परम्परासम्बन्धेन अवच्छिद्यते किन्तु समवायेन एव तत्र कार्यता तु पिष्टे समवायसम्बन्धेन एव तिष्ठति तु न तु परम्परासम्बन्धेन पक्षः कः कृत्वा पक्षः पिष्टः पिष्टः खलु महोदय पिष्टम् न न इदानीं प्रकृत उदाहरणं किं किं तत्र पिण्डीभावः एकनिमिषं भगिनि श्रीराममहोदयेन श्रीराममहोदय वदतु तत्र पक्षे च अस्मिन् उदाहरणम् अस्ति चूर्णं जलेन संयुक्तः अस्ति तदा तत्र पिण्डीभावं भवति पिण्डीभावे पिण्डीभावं भवान् एव चिन्तयतु महोदय, इदानीं स्नेहः कुत्र अस्ति? जले अस्ति खलु? जले अस्ति, जले अस्ति. केन सम्बन्धेन? तत्र समवायसम्बन्धेन. अस्तु, तर्हि स्नेहः इति कारणं कारणतया अवच्छेदकः भवति समवायसम्बन्धः खलु? कार्य तत्र कार्यता इति लिखितमस्ति. एकनिमिषम् एकनिमिषं किञ्चित् चिन्तयामः, स्वचिन्तनं कृत्वा तदनन्तरम् एकवारं पठामश्चेत् समीचीनबोधः जायते. तत्र समवायसम्बन्धिनस्ति सत्यम्. अस्तु, तर्हि स्नेहः जले समवायसम्बन्धेन अस्ति इति कृत्वा, स्नेहः कारणम् इति कृत्वा कारणतावच्छेदकसम्बन्धः समवायः. तर्हि इदानीं कार्यं किम्? कार्यं पिण्डीभावः. विशिष्टसंयोगः इति वदतु. विशिष्टसंयोगः, विशिष्टसंयोगः. संयोगः कुत्र अस्ति? पिष्टे अस्ति. पिष्टे अस्ति, अस्तु. तर्हि इदानीं इदानीं तत्र वाक्यं वदतु, कथं वा कारणं जले स्थितमानकारणं कथं वा संयोगं चूर्णराशौ कारयति इति वदतु. तत्र परम्परासम्बन्धः कः इति वदतु. तत्र स्नेहः जले समवायेन अस्ति, जलपिष्टयोः संयोगः अस्ति. तत्र तदा स्वसमवायसंयुक्तसम्बन्धेन स्नेहः पिष्टे भवति, तदा स्नेहः विशिष्टसंयोगः उभयोः समानाधिकरण्यम् इति कृत्वा स्नेहः विशिष्टसंयोगस्य कारणम्. अस्तु, अत्र पश्यन्तु सर्वे, किञ्चित् चित्रं मनसि संस्थापयन्तु. अत्र अधिकरणद्वयमस्ति, एकं जलम्, अन्यः पिण्डिराशयः चूर्णराशयः खलु इति अधिकरणद्वयमस्ति. कार्यं कुत्र अस्ति? कार्यम् इति संयोगः कुत्र अस्ति? पिण्डिराशौ चूर्णराशौ अस्ति. सत्यम्. अपि च कारणं कुत्र अस्ति? जले अस्ति. अपि च राशिः अपि जलमध्ये मध्यो संयोगः अस्ति. संयोगः अस्ति. तर्हि कार्यता अवच्छेदकसम्बन्धः समवायः इति स्वीकुर्मश्चेत् कारणता अवच्छेदकसम्बन्धः परम्परासम्बन्धः भवति. कारणतावच्छेदकसम्बन्धः समवायः इति स्वीकुर्मश्चेत् कार्यता अवच्छेदकसम्बन्धः परम्परासम्बन्धः भवति. सत्यं, तादृश. तर्हि इति वाक्यद्वयमपि वदतु. इदानीं कारणतावच्छेदकसम्बन्धः समवायः इति स्वीकृत्य कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः कः इति वदतु प्रथमं. कार्यताव इदानीं समवायः सम्बन्धः कारणतावच्छेदकसम्बन्धः अस्ति चेत् तदा पिण्डीभावः इति कार्यं पृष्ठे समवायसम्बन्धेन विशिष्टसंयोगः इति कार्यम् इति स्वीकुर्मः. तदा सत्यं सुलभः भवति. विशिष्टसंयोगः इति कार्यं तत्र पृष्ठे समवायसम्बन्धेन अस्ति इति कृत्वा स्वं समवाय तदनन्तरं संयोगः अस्ति जलपृष्ठयोः मध्ये, तदा स्वं समवायसंयुक्त सम्बन्धेन विशिष्टसंयोगः जले तत्र भवति, संयोगसम्बन्धेन जले भवति इति कृत्वा इदानीं स्नेहः पिण्डिभाव उभयोर्मध्ये समानाधिकरण्यं, तदा कार्यकारभाव. सत्यं सत्यं. तर्हि कार्यतावच्छेदकः सम्बन्धः कः? स्वसमवायीसंयुक्तत्वसम्बन्धः. संयुक्तसम्बन्धः, संयुक्तत्वसम्बन्धः. संयुक्तः अस्ति तर्हि संयुक्तत्वं सम्बन्धे भवेत् खलु. सत्यं महोदय. स्वसमवायीसंयुक्तत्वसम्बन्धेन सम्बन्धः कार्यतावच्छेदकसम्बन्धः. अस्तु, कारणतावच्छेदकसम्बन्धः समवायः, कार्यतावच्छेदकसम्बन्धः स्वसमवायीसंयुक्तत्वसम्बन्धः. अस्तु, इदानीं विपरीतरीत्या वदामः. कार्यतावच्छेदकसम्बन्धः समवायः इति स्वीकुर्मः, तर्हि कारणतावच्छेदकसम्बन्धः कः भवति? कारणतावच्छेदक स्वसमवायीसंयुक्तसम्बन्धः, संयुक्तसम्बन्ध संयुक्तत्वसम्बन्धः, संयुक्तत्वं अस्तु इति इति पश्यतु अत्र किं जातम् इति किञ्चित् अत्र परम्परासम्बन्धः एकः एव कारणतावच्छेदकसम्बन्धः परम्परया स्वीकुर्मश्चेत् स्वसमवायी संयुक्तत्वसम्बन्धः एव कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धत्वेन स्वीकुर्मश्चेत् स्वसमवायी संयुक्तत्वसम्बन्धः एव किन्तु द्वितीयविध असमवायिकारणे परम्परासम्बन्धः भिद्यते खलु कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धः इति स्वीकुर्मश्चेत् स्वसमवायी संयुक्तत्वसम्बन्धः इति भवति स्वसमवायी समवेतत्वसम्बन्धः इति भवति तत्र समवेतत्वं भवति यदि कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धत्वेन स्वीकुर्मश्चेत् स्वसमवायी समवायित्वसम्बन्धः इति भवति तत्र संयुक्तम् इति द्वितीयविध असमवायिकारणे परम्परासम्बन्धः भिन्नः भवति कार्यतायाः अवच्छेदकपरम्परासम्बन्धः कारणताया अवच्छेदकपरम्परासम्बन्धः भिन्नः भवति किन्तु अस्मिन् सन्दर्भे पक्षे इत्युक्ते अस्मिन् सन्दर्भे एकः एव भवति कारणतावच्छेदकसम्बन्धः परम्परासम्बन्धत्वेन स्वीकुर्मश्चेत् स्वसमवायी संयुक्तत्वसम्बन्धः एव भवति कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धत्वेन स्वीकुर्मश्चेत् स्वसमवायी संयुक्तत्वसम्बन्धः एव भवति इति कृत्वा अत्र अतिव्याप्तिः न भवति इति उक्तं तावदेव उक्तं खलु अस्तु तर्हि अग्रे गच्छेम धन्यवादः महोदय स्वामिमहोदय अग्रे पठति वा एवञ्च महोदय अहम् अग्रिमे पठामि वा महोदय इत्युक्ते अद्य न पठति वा किञ्चित् समयानन्तरं पठति न न अद्य पठामि किञ्चित् अस्तु तस्य अनन्तरं शिवराममहोदय पठतु एवञ्च आं महोदय पूटक्रमाङ्क 115 तृतीयपङ्क्तिः अस्ति तत्र एवञ्च एवञ्च प्रथम समवायतादात्मयोः निवेशे समवायिकारणत्वम् उभयत्र द्वितीय समवायिनिवेशे आद्यसमवायिकारणत्वं तृतीय समवायित्वसमवाययोः निवेशे वक्षमाणरीत्या समवायस्वाश्रय समवेततत्त्वयोर् तत्त्वयोर्वा निवेशे द्वितीयसमवायिकारणत्वम् इति सिद्धे एतद् भिन्नः यो यः कार्यकारणभावः तत्रत्यं कारणत्वं निमित्तकारणत्वम् इति उच्यते यथा प्रकृतिपिण्डीभावं प्रति पिण्डीभावनिष्ठ कार्यतायाः समवायेन अवच्छेदे अपि स्नेहनिष्ठकारणतायाः स्वाश्रयसंयुक्तसम्बन्धेन अवच्छेदात् नहि सः सम्बन्धः पूर्वोक्तेषु अन्तर्भवति अतः तादृशपिण्डीभावं प्रति स्नेहः निमित्तकारणम् किञ्चित् प्रयत्नं करोति वा वक्तुं न समवायतादात्मयोः निवेशे समवायिकारणत्वं न महोदय समवायि अस्तु अहं प्रश्नान् पृच्छामि तस्य उत्तरं वदतु भवान् जानाति एव तर्हि समवायिकारणम् इत्यत्र कारणतावच्छेदकसम्बन्धः कः समवायिकारणम् समवायीकारणस्य उदाहरणं किं कपालः अस्ति खलु कपालः घटं प्रति समवायीकारणं तर्हि कपाले कारणता अस्ति घटे कार्यता अस्ति खलु कार्यता अस्ति इत्युक्ते कपालः कारणं घटः कार्यं तर्हि कपाले कारणता घटे कार्यता अस्तु, तर्हि कपालः स्वस्मिन् केन सम्बन्धेन तिष्ठति? तादात्म्यसम्बन्धेन. बहु समीचीनं. तर्हि कपालः तादात्म्यसम्बन्धेन कपाले तिष्ठति. कपाले कारणता अस्ति खलु, तर्हि कारणता अवच्छेदकसम्बन्धः तादात्म्यसम्बन्धः. एवं घटे कार्यता अस्ति, घटः कपाले केन सम्बन्धेन तिष्ठति? घटे घटः कपाले केन सम्बन्धेन? घटः कपाले अवयव न सत्यं तदेव अवयव अवयव अवयव अवयव सम्बन्धे इत्युक्ते समवायसम्बन्धः खलु. समवायसम्बन्धः अवयव अवयविनोः मध्ये समवायसम्बन्धः एव भवति. आम्. तर्हि कार्यतावच्छेदकसम्बन्धः समवायः. आम्. तर्हि समवायीकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यः तादात्म्यं, कार्यतावच्छेदकसम्बन्धः समवायः इति जातं. तदेव प्रथमवाक्ये उक्तं समवायतादात्म्ययोः निवेशे समवायीकारणत्वम्. अस्तु, तर्हि इदानीं द्वितीय बिन्दुः असमवायि, प्रथमविध असमवायीकारणं, तस्य उदाहरणमस्ति किम्? कपालसंयोगः घटं प्रति कारणं खलु. कपालद्वयोः मध्ये संयोगः जायते, सः संयोगः घटं प्रति कारणम् इति प्रथमविध असमवायीकारणस्य उदाहरणं, तद् मनसि संस्थापयतु. अस्तु, तर्हि कपालद्वयोः मध्ये संयोगः केन सम्बन्धेन कपाले अस्ति? संयोगः केन सम्बन्धेन कपाले अस्ति? संयोगः जानामि. संयोगः इति कीदृशपदार्थः महोदय? सप्तपदार्थेषु संयोगः इति गुणः. गुणः अस्ति. अहं संयोगः तु गुणः अस्ति. अहं संयोगः गुणः. कपालः इति द्रव्यं गुणि. तर्हि गुणगुणिनोः मध्ये कः सम्बन्धः भवति? गुणगुणिनोः मध्ये, गुणगुणिनोः मध्ये समवायसम्बन्धः. सत्यं, समवायसम्बन्धः पञ्चसु स्थलेषु भवति खलु. आम्. अवयव अवयविनोः, गुणगुणिनोः, जातिव्यक्तयोः, विशेषनित्यद्रव्ययोः, क्रियावतयोः. तर्हि सर्वत्र समवायसम्बन्धः. अस्तु, तर्हि संयोगः इति कारणं समवायसम्बन्धेन कपाले अस्ति इति कृत्वा कारणतावच्छेदकसम्बन्धः समवायः. घटः इति कार्यं समवायसम्बन्धेन कपाले अस्ति इति कृत्वा कार्यतावच्छेदकसम्बन्धः समवायः खलु. तर्हि समवायनिवेशे असमवायीकारणत्वम् इति जातं. प्रथमविध असमवायीकारणत्वं साधितम्. तत्र केवलं समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति. इदीनम् इदानीं द्वितीयविध असमवायीकारणं, तस्य उदाहरणं किं? परिमाणं. कपाले विद्यमानपरिमाणं घटे विद्यमानपरिमाणं प्रति कारणं खलु. तर्हि अत्र कपाले विद्यपरिमाणं कारणं, परिमाणं केन सम्बन्धेन कपाले अस्ति? परिमाणं समवायेन तु नास्ति. समवायनेव अस्ति, परिमाणमिति गुणः. समवायेन. आमां, समवायेन. तर्हि तत्र पदार्थः कः इति मनसि भवेत्. परिमाणमिति गुणः, चतुर्विंशतिगुणेषु ये अन्यतमः अस्ति परिमाणम्. परिमाणं समवायीकारणे समवायसम्बन्धेन कपाले अस्ति. तर्हि कारणतावच्छेदकसम्बन्धः इदानीं समवायसम्बन्धः. किन्तु कार्यं कुत्र अस्ति? अत्र कार्यं किं महोदय? घट घटे विद्यमानपरिमाणमेव घटपरिमाणमेव कार्यं खलु. घटपरिमाणं कुत्र अस्ति? घटे अस्ति. घटपरिमाणं केन सम्बन्धेन अस्ति? समवायसम्बन्धेन. समीचीनम्. अस्तु, कारणं कपाले समवायसम्बन्धेन अस्ति, कार्यं घटपरिमाणं घटे समवायसम्बन्धेन अस्ति, समानाधिकरणं नास्ति खलु? आम्. किन्तु समानाधिकरणम् इष्टं. समानाधिकरणं न वदामश्चेत् कार्यकारणभावः न निरूपयितुं शक्यते इति निकषः अस्ति. कार्यकारणयोः मध्ये समान अधिकरणं भवेत्. तर्हि इदानीं घटे विद्यमानकरि घटपरिमाणं कपालं प्रति आनेतव्यं परम्परासम्बन्धेन. तर्हि घटः इदानीं केन सम्बन्धेन कपाले अस्ति? इदानीमेव भवता उक्तं खलु, समवायसम्बन्धेन. हा, तर्हि घटपरिमाणं घटे समवायसम्बन्धेन अस्ति, घटः कपाले समवायसम्बन्धेन अस्ति इति कृत्वा स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति खलु, स्वम् इति घटपरिमाणम्. अस्तु, बहु समीचीनं. तर्हि स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले आनीतम् इत्यतः कार्यतावच्छेदकसम्बन्धः इदानीं स्वसमवायी स्वसमवायी समवायित्वसम्बन्धः खलु. अस्तु, इति इदानीं विपरीतरीत्यापि वक्तुं शक्यते. एतत् सर्वं पूर्वम् अस्माभिः अधीतं, केवलं पुनस्मारणार्थम् अपि च दार्ढ्यार्थमहं वदामि. अस्तु, इदानीं कार्यं घटपरिमाणं खलु, घटपरिमाणम् इति कार्यं समवायसम्बन्धेन घटे अस्ति इति कृत्वा कार्यतावच्छेदकसम्बन्धः समवायः इति स्वीकुर्मः. तर्हि इदानीं कपालपरिमाणं घटं प्रति आनेतव्यं कार्येण सह आनेतव्यं, कारणेन सह आनेतव्यं. तत् करोतु. घटपरिमाणं कपाले केन सम्बन्धेन अस्ति? घटपरिमाणं कपाले क्षम्यतां महोदय, कपालपरिमाणं कपाले केन सम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति. समवायसम्बन्धेन. अस्तु, कपाले किं समवेतम् अस्ति? कपाले समवेतम् इत्युक्ते उपरि गन्तव्यम्. कपाले किमस्ति इदानीं? न, कपाले घटः अस्ति खलु महोदय, घटः कुत्र अस्ति? कपाले एव अस्ति खलु. कपाले अस्ति. आम्. तर्हि कपाले समवेतं किं? घटः. घटः. तर्हि कपालपरिमाणं स्वसमवायी समवेतत्वसम्बन्धेन घटे आगतं खलु. आम्. तर्हि इदानीं कारणतावच्छेदकसम्बन्धः स्वसमवायी समवेतत्वसम्बन्धः इति. एतत् सर्वं बुद्धं खलु? आमाम्. अत्र क्लेशः अस्ति वा? न, न, क्लेशः नास्ति. अस्तु, तर्हि अत्र किं लिखितमस्ति? स्वसमवायी समवायित्वसमवाययोः समवाययोः निवेशे, स्वसमवायी समवायित्वसमवाययोः निवेशे. अत्र घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन कपाले अस्ति, अपि च कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति इति कृत्वा वक्ष्यमाणरीत्या समवाय स्व आश्रय समवेतत्वयोः वा निवेशे. अग्रे इतोपि एकः सम्बन्धः, परम्परासम्बन्धः वक्ष्यति. समवाय स्व आश्रय समवेतत्व इति तादृशसम्बन्धः वक्ष्यति. द्वितीय असमवायिकारणत्वम् इति सिद्धे एतद् भिन्नः यः यः यो यः कार्यकारणभावः तत्रत्यं कारणत्वं निमित्तकारणत्वम् इति उच्यते. तर्हि निमित्तकारणत्वम् इत्युक्ते किम्? निमित्तकारणत्वं तु द्वितीय असमवायीकारणात् विद्येत खलु, तयोः मध्ये भेदः भवेत्. कः भेदः इति चेत् इदानीं पूर्वमेव मया उक्तं खलु, कारणतावच्छेदकसम्बन्धः कार्यतावच्छेदकसम्बन्धः परम्परासम्बन्धः द्वयमपि समानमेव. स्वसमवायी समवेतत्वसम्बन्ध स्वसमवायि संयुक्तत्वसम्बन्धः एव भवति. महोदय अवगच्छति वा? आमाम्. अस्तु, तर्हि श्रीराम महोदय भवान् एकवारं प्रतिपादयतु महोदय, अत्र किं लिखितमस्ति. अस्तु महोदय, तत्र तत्र वक्ष्यमाणरीत्या अग्रे एव अत्र तदेव अत्रैव अत्रैव वक्ष्यमाणरीत्या इत्यत्र किं लिखितमस्ति इति एकवारं प्रतिपादयतु. वक्ष्यमाणरीत्या समवाय स्वाश्रय क्षम्यतां समवाय स्व आश्रय समवेत्तत्वयोः वा निवेशे द्वितीयसमवायीकारणत्वम् इति सिद्धे एतद्भिन्नः यो यः कार्यकारणभावः तत्रत्यं कारणत्वं निमित्तकारणत्वम् इति उच्यते. अत्र पूर्व तत्र द्वितीयसमवायीकारणत्वम् इत्यत्र समवाय स्व आश्रयसमवेतत्वयोः तत्र स्वसमवाय स्वाश्रयसमवेत् महोदय तत्र किञ्चित् स्वसमवाय स्व आश्रय इति लिखितमस्ति. स्व आश्रय कः इत्युक्ते इदानीं किमपि संयोगः स्वीकुर्मश्चेत् तत्र किमपि गुणः स्वीकुर्मश्चेत् समवाय स्व आश्रय समवेतम् इत्युक्ते उपरि गन्तव्यं तयोः तयोः मध्ये तत्र एव किञ्चित् स्वसमवाय अत्र वक्ष्यमाणम् इति लिखितमस्ति खलु, तत्र उदाहरणमस्ति चित्ररूपं नो चेत् चित्रगन्धः इति. ओ सत्यं, तदपि उपरि चित्ररूपम् इति वा चित्रगन्धः इति एव. चित्रगन्धः चित्ररूपम् इत्युक्ते किम् इति अवगतं वा? चित्ररूपं क्रास् क्रास् डिफ्रेण्ट् कलर्स् वर्णानि अत्र अत्र नीलरूपं नीलरूपम् अपि च रक्तरूपं तयोः तयोः मध्ये तत्र ओतं प्रोतम् इति वदामः खलु, ओतं प्रोतं वीविङ्ग् तादृशं कुर्मश्चेत् इदानीं नूतनवर्णं नूतनरूपम् उत्पद्यते. स च रूपं नीलमपि नास्ति रक्तमपि नास्ति किन्तु नूतनरूपम् उत्पद्यते. सत्यं, तदेव चित्ररूपं चित्ररूपं इति कथ्यते. पूर्वं पठितवान् चित्ररूपम् इति कथ्यते. तर्हि तत्र चित्ररूपम् इदानीं चित्ररूपं कार्यं तस्य कारणं किं? नीलरूपम् अपि च रक्तरूपं संयोगः. सत्यं, नीलरूपम् अपि च रक्तरूपम् अपि च रक्तरूपं तदपि सत्यम्. अस्तु, रूपद्वयं वयमेव चिन्तयामः. रक्तरूपं कुत्र अस्ति महोदय? रक्तरूपं तन्तौ रक्ततन्तौ अस्ति. समीचीनं, रक्तरूपं तन्तौ समवायसम्बन्धेन अस्ति. समवायसम्बन्धेन नीलरूपं कुत्र अस्ति? तन्तौ समवायसम्बन्धेन अस्ति, भिन्नतन्तौ. बहु समीचीनं, बहु समीचीनं. चित्ररूपं कुत्र अस्ति? कार्यमिति चित्ररूपं. सत्यं, तत्र चित्ररूपं पटे अस्ति. पटम् इति स्वीकुर्मश्चेत् पटे भवति. हा, पटे अस्ति केन सम्बन्धेन? समावेशसम्बन्धे बहु समीचीनं। तर्हि इदानीं सर्वे पश्यन्तु, चित्ररूपम् इति कार्यं, रक्तरूपं नीलरूपम् इति कारणे, द्वे कारणे स्तः। अस्तु, तर्हि कार्यं कुत्र अस्ति? समवायसम्बन्धेन पटे अस्ति। रक्तरूपं कुत्र अस्ति? रक्तपटे अस्ति, रक्ततन्तौ अस्ति। नीलरूपं नीलतन्तौ अस्ति। अपि च यदा नीलतन्तुः रक्ततन्तुः अनयोः मध्ये संयोगः जायते तदा एव पटः अपि जायते, अपि च पटे विद्यमानचित्ररूपमपि जायते इति कृत्वा तत्र भिन्नरीत्या वदन्ति। अस्तु, इदानीं तावद् अवगच्छामश्चेत् पर्याप्तं। किमर्थम् इत्युक्ते अग्रे पाठं भवति खलु, तत्र इतोपि गभीरचिन्तनं कुर्मः, किन्तु सन्दर्भः कः इति मनसि भवेत्। तत्र किं वदन्ति? समवाय स्व आश्रय समवेतत्वयोः इति, समवाय आश्रय समवेतत्वम्। अत्र चित्ररूपं समवायसम्बन्धेन पटे अस्ति, पटे अस्ति। पटस्य आश्रयः कः? तन्तु, तन्तवः खलु, तन्तवः, तन्तवः, रक्ततन्तुः पीत, रक्ततन्तुः नीलतन्तुः द्वयमपि आश्रयः, आश्रयः अस्ति। तन्तौ समवेतं किं? रक्तरूपं पीत नीलरूपं खलु, सत्यम् इति कृत्वा तत्र तादृशसम्बन्धः वदति, समवायस्व आश्रयसमवेतत्वसम्बन्धेन इति वदति। तत्रापि द्वितीयविध असमवायीकारणमेव अस्ति, समवायस्व आश्रयसम तत्र चित्रं रचयामश्चेत् तत्र पटः तन्तौ अस्ति, तदा समवाय इत्युक्ते तत्र रक्तः समवायेन तन्तौ तिष्ठति, रक्तः नीलः इति रूपद्वयं तन्तौ तिष्ठति। अत्र अत्र किं कुर्मः महोदय, इदानीं चित्रं न अधिकम् अस्मिन् विषये न चिन्तयामः। अस्तु, अत्र चित्रमस्ति, पेज् 154-151 मध्ये चित्रमस्ति। अस्तु, यदि तादृश आकाङ्क्षा अस्ति तर्हि अनन्तरं वर्गस्य अनन्तरं तत् पश्यतु। अस्तु महोदय, सर्वे पश्यन्तु, ततः बोधः जायते, अपि च पुनः तदेव पाठं पठेमः खलु अग्रे। सत्यं, सत्यम् इति कृत्वा इदानीं न चिन्तयामः, किन्तु किञ्चित् भिन्नवार्ता अस्ति अत्र। कपालपरिमाणं घटपरिमाणं प्रति द्वितीयविध असमवायीकारणं, तत्र कारणतावच्छेदकसम्बन्धः स्वसमवायीसमवेतत्वसम्बन्धः इति वक्तुं शक्यते, नो चेत् कार्यतावच्छेदकसम्बन्धः स्वसमवायीसमवायित्वसम्बन्धः इति वक्तुं शक्यते। किन्तु अत्र इदानीम् इतोपि किञ्चित् भिन्न उदाहरणं स्वीकृतं, चित्ररूपम् इति, तत्र तदपि द्वितीयविध असमवायीकारणं, किन्तु तदपि द्वितीयविध असमवायीकारणमेव, किन्तु स्नेहः तादृशं नास्ति, तादृशं नास्ति। तर्हि तद् उदाहरणं स्वीकृत्य स्नेहे अतिव्याप्तिः भवति वा इति चिन्तयति तावदेव। अस्तु, किन्तु स्नेहे तत्र तन्तु तन्तवः पटस्य समवायिकारणं, तन्तुसंयोहम् असमवायीकारणं वा? हा, तन्तुसंयोगं प्रथमविध असमवायीकारणं, प्रथमविध असमवायीकारणं, किन्तु तस्मिन् विषये चिन्तनं नास्ति इदानीम्। अस्माकं चिन्तनं किम् अस्ति इति चेत्, तन्तौ विद्यमाननीलरूपम् अपि च भिन्नतन्तौ विद्यमानरक्तरूपं कारणम्, आम् आं महोदय, रूपद्वयं कारणं, चित्ररूपं कार्यम्, आं महोदय, आं महोदय। तत्र द्वितीयविध असमवायीकारणमस्ति, किन्तु तत्र इतोपि किञ्चित् भिन्नरीत्या वक्तव्यं भवति। यदि स्वसमवायी समवेतत्वसम्बन्धम् इति कारणतासम्बन्धः वदामश्चेत् तत्र केवलम् एकमेव रूपं कारणं भवति. अत्र रूपद्वयं वक्तव्यम्. आम् आम्. रूपद्वयमपि मिलित्वा चित्ररूपं कारयति इत्यतः अत्र कारणतावच्छेदकसम्बन्धः नो चेत् कार्यतावच्छेदकसम्बन्धः किञ्चित् भिन्नरीत्या वक्तव्यं भवति. किन्तु तादृशं वदामश्चेत् स्नेहे यदस्माभिः उक्तम् इदानीमेव उक्तं खलु स्वसमवायी संयुक्तत्वसम्बन्धः तत्र अतिव्याप्तिः भवति वा इति दृष्ट्वा न भवति इति अत्र निश्चितं तावदेव. धन्यवादः महोदय. अस्तु बुद्धं खलु श्रीराम महोदय. आं महोदय आगतं महोदय आगतम्. तादृश इति नास्ति स्नेहस्य इति सत्यं. तर्हि निमित्तकारणे स्नेहे कीदृशसम्बन्धः भवति इति चेत् स्वसमवायी संयुक्तत्वसम्बन्धः एव भवति, न तु समवाय स्व आश्रयसमवेतत्वसम्बन्धः इति कृत्वा चित्रगन्धस्थले वा चित्ररूपस्थले वा अतिव्याप्तिः न भवति इति जातम्. अस्तु विजय भगिनी अवगतं वा? किञ्चित् क्लेशः अस्ति, तदनन्तरं पश्यामः. कः क्लेशः अत्र? न चित्रसमवायत्वेन दन्तौ अस्ति, नीलरूपं समवेतत्वसम्बन्धेन दन्तौ अस्ति इति वा महोदय? अस्तु भवती एव वदतु इदानीं कार्यं किं कारणं किं कार्यं चित्ररूपं कारणं चित्ररूपं पटे अस्ति समवायसम्बन्धेन. समीचीनं. कारणं किं पट समवायसम्बन्धेन अस्ति चित्ररूपं. कारणं किं कारणं दन्तौ चित्ररूपं नीलरूपम् अपि च रक्तरूपम्. हा, यदि एकमेव रूपं कारणं भवति तत्र द्वितीयविधसमवायकारणं यद् अस्माभिः पूर्वम् उक्तं तदेव दृष्टम्. आम् आम्. वयं इदानीं रूपद्वयं भवति खलु, मिलित्वा एव चित्ररूपं कारयति. यदि रक्तरूपमेव अस्ति तर्हि रक्तरूपमेव पटे जायते, न तु चित्ररूपम्. तर्हि तत्र परम्परासम्बन्धः किञ्चित् भिन्नरीत्या वक्तव्यः वक्तव्यः भवति. अत्र समवेतत्वसम्बन्धेन नीलरूपम् अपि च रक्तरूपं दन्तौ अस्ति इति वा महोदय? हा, समवाय स्व आश्रयसमवेतत्वम् इति तादृशपरम्परासम्बन्धः अत्र कल्पनीयः भवति. ओके ओके ओके अस्तु महोदय. इति इति तर्हि भवती एव वदतु इदानीं स्नेहः स्नेहः समवाय संयुक्तत्वसम्बन्धेन पृष्ठे अस्ति. बहु समीचीनं. स्वसमवायि संयुक्तत्वसम्बन्धेन पृष्ठे अस्ति. नो चेत् पिण्डीभावः पिण्डीभावः इति कार्यं पिण्डीभावः समवायसम्बन्धेन पृष्ठे अस्ति. न मम प्रश्नं श्रुत्वा उत्तरं वद. पिण्डीभावः केन सम्बन्धेन जले जले पिण्डीभावः समवायसम्बन्धेन जले जले जले संयोगसम्बन्धेन पूर्णतया परम्परासम्बन्धः वक्तव्यः. पिण्डीभावः समवाय समवेतत्वसम्बन्धेन जले अस्ति. किमर्थं समवेतत्वसम्बन्धेन? पिण्डीभावः पिष्टे संयोगसम्बन्धेन अस्ति किल. पिण्डीभावः समवायसम्बन्धेन पिष्टे अस्ति. पिष्टे पिष्टः जले उपरि गमनार्थं समवेतत्वं. किमर्थम् उपरि गन्तव्यं? क्षम्यतां महोदय, वेरि सारि, संयुक्तमेव संयुक्तमेव. वदतु पुनः वदतु. स्नेहः समवायसंयुक्तसम्बन्धेन पिष्टे अस्ति. पिण्डीभावः संयोग संयुक्तसम्बन्धेन जले अस्ति. परम्परासम्बन्धेन जले अस्ति. कः परम्परासम्बन्धः? संयुक्तसंयुक्तत्वसम्बन्धेन जले. अय्यो, समवायसंयुक्तत्वसम्बन्धेन जले. तदेव सम्बन्धः खलु. करेक्ट्. समवायसंयुक्तसम्बन्धेन स्नेहः अपि पिष्टे, स्नेहः पिष्टे अस्ति. तत्तु पिण्डीभावः समवायसंयुक्तेन जले अस्ति. द्वयमपि समानम् अस्मिन् सन्दर्भे. सारि, कन्फ्यूस्ड् अस्मि. अस्तु. इति कृत्वा स्ने अत्र चित्रगन्धस्थले यः परम्परासम्बन्धः वदामः, स च सम्बन्धः स्नेहे अतिवाप्तिं न कारयति इति अत्र लिखितं. तावदेव, न हि सः सम्बन्धः पूर्वोक्तेषु अन्तर्भवति. अतः तादृशपिण्डीभावं प्रति स्नेहः निमित्तकारणम् इति जातम् इति जातम्. वेरि क्लियर् महोदय, थेङ्क् यु. अस्तु अस्तु, समीचीनं. तर्हि इदानीं स्वामिमहोदय पठितुमिच्छति वा निमित्तकारणतायाः अन्यत् उदाहरणम्? आं महोदय. निमित्तकारणतायाः अन्यत् उदाहरणम्. इत्थम् एव च चक्र दण्डादीनां घटं प्रति कारणत्वं निरूपणीयं. तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेनैव सत्वात् निमित्तकारणत्वं. दण्डस्तु कपाले परम्परासम्बन्धेन भवति. स च परम्परासम्बन्धः स्वजन्य भ्रमिजन्यभ्रमिमत्तारूपः, भ्रमिजत्ता भ्रमिमत्तारूपः. दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्येत्. किन्तु चक्रे विद्यमानं यत् छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति तत् संयोगवशात् चक्रेऽपि भ्रमिः भ्रमणम् उत्पद्यते. तेन च भ्रमणेन कपालेऽपि भ्रमणम् उत्पद्यते. अतः स्वजन्यभ्रमिः, चक्रनिष्ठभ्रमिः, तज्जन्याभ्रमिः, कपालनिष्ठाभ्रमिः, तादृशभ्रमिमत्ता कपाले इति. अनेन परम्परासम्बन्धेन दण्डः समवायीकारणे स्थित्वा घटं कार्यं जनयति इति. इहापि अन्य एव सम्बन्धः कार्यकारणभावघटकः. अतः दण्डः घटं प्रति न समवायीकारणं नापि असमवायीकारणं किन्तु निमित्तकारणम्. अस्तु वदतु महोदय. इदानीम् अस्माकं सन्दर्भः अस्ति घटः, क्षम्यतां, दण्डः घटं प्रति निमित्तकारणम्. महोदय पुनः एकवारं वदतु महोदय. घटः, क्षम्यतां, दण्डः घटं प्रति निमित्तकारणम्. आं महोदय, दण्डः घटं प्रति निमित्तकारणम्. दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घट अभावः. तर्हि अन्वयसहचारः उक्तः, अन्वयव्यभिचारः अपि उक्तः इति कृत्वा दण्डस्य घटं प्रति कारणत्वं निरूपितं खलु. आं महोदय. इदानीं प्रश्नः अस्ति, अस्तु भोः मया अङ्गीकृतं दण्डः घटं प्रति समवा निमित्तकारणं, तर्हि दण्डः केन सम्बन्धेन घटे अस्ति इति प्रश्नः महोदय. तस्य उत्तरम् अत्र लिखितमस्ति. दण्डः केन सम्बन्धेन घटे अस्ति? परम्परा. कीदृशपरम्परा? तर्हि परम्परासम्बन्धः कः इति वक्तव्यः खलु. आं महोदय. पङ्क्तौ किम् उक्तं? केन परम्परा सम्बन्धेन? स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपः सम्बन्धः. स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन महोदय दण्डः घटे अस्ति. यदि घटः साक्षात् दण्डः साक्षात् कपाले स्थापयामश्चेत् कपालः नश्यति खलु. आं महोदय. तर्हि दण्डः कपाले संयोगसम्बन्धेन वर्तते इति न वक्तुं शक्यते. तर्हि दण्डः कुत्र स्थापयति? छिद्रे. घटे चक्रे विद्यमानछिद्रे खलु. आं महोदय. तर्हि इदानीं दण्डचक्रयोः मध्ये कः सम्बन्धः जातः? संयोगसम्बन्धः. समीचीनं. तर्हि अपि च एवमेव दण्डं छिद्रे स्थापयामश्चेत् किं घटस्य उत्पादनं भवति वा? न महोदय, भ्रमणमपि आवश्यकमेव. तर्हि दण्डेन चक्रस्य भ्रमणं कार्यं खलु करणीयं महोदय. तर्हि इदानीं दण्डेन चक्रभ्रमणं कृतं. यदि चक्रभ्रमणमेव कृतं किन्तु कपाले भ्रमणं न जातं चेत् घटस्य उत्पादनं भवति वा? न महोदय, तदपि न साध्यम्. तर्हि दण्डेन चक्रभ्रमणं क्रियते, चक्रभ्रमणेन कपाले भ्रमणं क्रियते खलु. सत्यं महोदय. तेन घटः जायते महोदय. इति कृत्वा अत्र यद्यपि दण्डचक्रयोः मध्ये संयोगः अस्ति किन्तु संयोगः केवलं चक्रे स्थापयामश्चेत् घटस्य उत्पादनं न भवति खलु. तर्हि दण्डस्य उपयोगः कः? चक्रभ्रमणमेव दण्डस्य उपयोगः. सत्यं महोदय. तर्हि तद् स्वीकृत्य परम्परासम्बन्धः वक्तव्यः अत्र. आं महोदय. अस्तु. तर्हि अतः एव अत्र परम्परासम्बन्धः कथम् उक्तम् इति चेत् स्वजन्यभ्रमिजन्यभ्रमिमत्ता सम्बन्धेन दण्डः कपाले अस्ति खलु महोदय. अस्तु. अत्र स्वजन्यभ्रमिजन्यभ्रमिमत्ता इत्युक्ते किम् इति अत्र लिखितमस्ति. अतः स्वजन्यभ्रमिः इत्युक्ते किम्? चक्रनिष्ठभ्रमिः. अत्र स्व इत्युक्ते किम्? दण्ड महोदय. समीचीनं. स्व इत्युक्ते दण्डः. दण्डेन जन्यभ्रमिः कुत्र अस्ति? भ्रमिः इत्युक्ते भ्रमणं महोदय. भ्रमिः इत्युक्ते भ्रमणं. अहं पूर्वं दत्तं. सत्यं महोदय. चक्रे अस्ति महोदय. तत् भ्रमणं चक्रे अस्ति. स्व इत्युक्ते दण्डः. स्वजन्यभ्रमणं चक्रे अस्ति. पुनः चक्रभ्रमणेन कुत्र भ्रमणं जायते? चक्रभ्रमणेन कपाले जायते महोदय. सत्यम् इति उक्तं तर्हि खलु. कपालनिष्ठा भ्रमिः अस्ति महोदय. तर्हि तादृश भ्रमणं कुत्र अस्ति, कपाले अस्ति इति कृत्वा स्वजन्य भ्रमिजन्य भ्रमिमत् भ्रमिमत् भवति, भ्रमिमान् भवति कपालः. दण्डजन्य भ्रमि तेन जन्यभ्रमणं कपाले इति अस्ति, कपाले इदानीमस्ति इति कृत्वा स्वजन्य भ्रमिजन्य भ्रमिमान् भवति कपालः. महोदय मध्ये तु चक्रमपि अस्ति तत्, किन्तु चक्रं किमर्थं वक्तव्यम्? इदानीं दण्डस्य कारणं, दण्डस्य घटं प्रति कारणं खलु महोदय, यावद् आवश्यकं तावदेव वक्तव्यं. मध्ये चक्रम् अस्ति इति तु सत्यम्, अपि च दण्डचक्रयोः मध्ये संयोगः अस्ति इति अपि सत्यं, किन्तु दण्डचक्रयोः मध्ये संयोगः अस्ति तद् घटं प्रति न कारणं भवति खलु. किमर्थम् इत्युक्ते यदि कारणं भवति तर्हि केवलं दण्डं चक्रे स्थापयामश्चेत् घटस्य उत्पादनं भवेत्, तद् न भवति खलु. तर्हि अत्र भ्रमणमेव कारणं महोदय. दण्डः चक्रे भ्रमणं कारयति, पुनः चक्रभ्रमणं कपाले भ्रमणं कारयति, सर्वत्र क्रिया एव कारणं, तस्य कारणमस्ति. तर्हि कपाले जायमानक्रिया घटं प्रति कारणम्. सत्यं महोदय. चक्रे विद्यमानक्रिया कपाले विद्यमानक्रियां प्रति कारणम्. कारणम्. अपि च चक्रे विद्यमानक्रियायाः कारणं दण्डः. दण्डः. दण्डः चक्रे भ्रमणं कारयति, चक्रभ्रमणं कपाले भ्रमणं कारयति, कपालभ्रमणमेव दण्ड घटस्य कारणम्. आं महोदय. यदि कपाले भ्रमणं न जायते तर्हि कपालद्वयोः मध्ये संयोगः न भवति, क्रियया एव संयोगः जायते इति अस्माभिः अधीतं खलु संयोगस्थले. आं महोदय. क्रियया संयोगः जायते, तर्हि कपालद्वयोः मध्ये अपि संयोगः भवति चेत्, भवेद् चेत् तत्रापि क्रिया जायेत. सत्यं. बुद्धं वा? बुद्धं महोदय. तर्हि कपाले विद्यमानक्रिया एव कपालद्वयोः मध्ये संयोगं कारयति, चक्रे विद्यमानक्रिया भ्रमणमेव कपाले क्रियां करोति, दण्डः एव चक्रस्य भ्रमणं कारयति इति कृत्वा इदानीं दण्डः केन सम्बन्धेन कपाले आनीतम् इति चेत् स्वजन्य भ्रमिजन्य भ्रमिमत्ता सम्बन्धेन दण्डः इदानीं कपाले अस्ति, न तु संयोगसम्बन्धेन. साक्षात् दण्डः कपाले स्थापयामश्चेत् कपालस्य नाशः भवति. सत्यं खलु महोदय. हा, इति कृत्वा अत्र अत्र कीदृश, तर्हि यत्र यत्र निमित्तकारणं वदेम तत्र सर्वत्र एकविधसम्बन्धः एव इति नास्ति महोदय. तर्हि गृहपाठत्वेन अत्र कुलालस्यापि, कुलालः अपि निमित्तकारणमस्ति खलु घटं प्रति. सत्यं सत्यं महोदय. किन्तु केन सम्बन्धेन कुलालः कपाले भवति? कपालः एव कार्याधिकरणं महोदय. यत्किमपि कार्यं कार्याधिकरणे भवेत् तदेव निकषा अस्ति खलु, त्रयः निकषाः अस्माभिः अधीताः, कार्याधिकरणे भवेत्, सर्वदा भवेत्, पूर्वस्मिन् क्षणे भवेत्. तर्हि गृहपाठत्वेन सर्वे कुर्वन्तु, कुलालः केन सम्बन्धेन कपाले अस्ति? इति तादृशं गृहपाठत्वेन चिन्तयन्तु. किन्तु इदानीम् अत्र अस्मिन् परिच्छेदे किमुक्तं तद् ज्ञातं खलु? ज्ञातं महोदय. प्रश्नः अस्ति वा कस्यापि? महोदय भ्रमिमत्ता इति एकवारं तस्य मुरलीमहोदय वदतु प्रश्नं वदतु महोदय गृहपाठस्य प्रश्नं कुलालः केन अहम् ईमेल् मध्ये प्रेषयिष्यामि कुलालः केन सम्बन्धेन कपाले अस्ति कुलालः इति निमित्तकारणम् आम् आम् कपालः इति कार्य अधिकरणम् सर्वाणि कारणानि कार्याधिकरणे भवेत् सर्वदा भवेत् पूर्वक्षणे भवेत् तर्हि प्रश्नः अस्ति कुलालः केन सम्बन्धेन कपाले अस्ति आं महोदय धन्यवादः इति प्रश्नः अस्तु स्वामिमहोदयेन किं पृष्टमासीत् तल् प्रत्ययः शक्तिमान् तद्वत् शक्तिमत् शक्तिमान् शक्तिमति न न एकनिमिषम् अत्र भावं वक्तुं त्रयः प्रत्ययाः उपयुज्यन्ते त्व इति प्रत्ययः घटः घटत्वं सुन्दर सुन्दरम् इति पदं स्वीकुर्मः तदेव स्टाक् एक्साम्पल् अस्ति सुन्दरं सुन्दरयोगः त सुन्दरत्वं सुन्दरः बालकः इति वदामश्चेत् सुन्दरत्वं बालके नो चेत् तल् प्रत्ययं योजयित्वा सुन्दरता बालके नो चेत् शै इति प्रत्ययः अस्ति सौन्दर्यं बालके सुन्दरत्वं सुन्दरता सौन्दर्यं पर्यायपदौ पर्यायपदानि सन्ति एकः एव अर्थः तर्हि भावः भावः लिङ्गः अनुसृत्य आगच्छति वा महोदय न लिङ्गः नास्ति नियतलिङ्गमस्ति द्वाप्रत्ययं सर्वदालिङ्गे एव भवति श्यै प्रत्ययः अपि सर्वदा नपुंसकलिङ्गे एव भवति तल् प्रत्ययः सर्वदा स्त्रीलिङ्गे एव भवति सुन्दरता बालके यत्किमपि वक्तुं शक्यते अत्र भ्रमिः इति उक्तत्वात् मत्ता इति अत्र स्वीकृतमस्ति तावदेव भ्रमिमत्वम् इति वदामः भ्रमिमत्वं वदतु महोदय सुन्दरत्वम् इति त्वं प्रत्ययं त्वं प्रत्ययं मन्ये त्वं नास्ति त्व इति त्वम् इति त्वप्रत्ययः आम् धन्यवादः अस्तु तर्हि स्वजन्य भ्रमिजन्य भ्रमिमत्व इति अपि वक्तुं शक्यते भ्रमिमत्ता इति तल् प्रत्ययम् उपयुज्य अत्र उक्तमस्ति अस्तु अग्रे गच्छेम मुरलीमहोदय पठति वा अनन्ताहि पठामि महोदय अनन्ताः हि कार्यकारणभावाः न प्रत्येकं परीक्षितुं शक्याः समवायादीन् बुद्ध्वा ऊहापोहकुशलैः तत्र कार्यः विवेकः इति अलं प्रसक्तानुप्रसक्तविचारेण अस्तु अत्र किं लिखितमस्ति इति चेत् अनन्ताः कार्यकारणभावाः इति वयं जानीमः किन्तु सर्वाणि कारणानि त्रिधा विभक्ताः समवायकारणं समवायीकारणम् असमवायीकारणं निमित्तकारणं समवायीकारणस्य एकमेव लक्षणम् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति असमवायीकारणस्यापि एकमेव लक्षणं समवायसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति तत्र द्वितीयविध असमवायकारणे परम्परासम्बन्धः साधनीयः अन्यत् सर्वं निमित्तकारणं तर्हि यदा इदानीं दृष्टम् अत्र स्नेहः निमित्तकारणं तत्र कीदृशसम्बन्धः उक्तः स्वसमवायीसंयुक्तत्वसम्बन्धः उक्तः दण्डः घटं प्रति निमित्तकारणम् अत्र कीदृशसम्बन्धः उक्तः स्वजन्यभ्रमिजन्यभ्रमिमत्ता रूपसम्बन्धः उक्तः इदानीं गृहपाठत्वेन वयं चिन्त्यते कुलालः केन सम्बन्धेन कपाले अस्ति इति. तर्हि तादृशं यत्र यत्र निमित्तकारणानि निमित्तकारणमस्ति तत्र सर्वत्र एतादृशचिन्तनं कर्तुं शक्यते कैः ऊहापोहकुशलैः. यस्य आकाङ्क्षा अस्ति सः करोति इति इदानीं ग्रन्थकारः वदति भवतु तावद् अलं प्रसक्तानुप्रसक्तविचारेण इति. अस्तु प्रकृतमनुसरामः अग्रे पठतु महोदय. प्रकृत मनसु राम मनसु राम पोहा पोहा इत्युक्ते किम् अपोहा वा ऊहा अपोहा अपोहा ऊहा अपोहा अपोहा इत्युक्ते इट् इस् नाट् ऊहा अपोहा कुशलैः. अत्र ऊहा इत्युक्ते गेस् अस्ति खलु. आम् अपोहा इति नाट् गेस्सिङ्ग् न न अपोहा इत्युक्ते सामान्यतया फर्गेट्फुल्नेस् इति अर्थः इति अर्थः. सामान्यतया सामान्यतया किन्तु ऊहं तु ऊहं कृत्वा इत्युक्ते प्रसक्त अप्रसक्त इति प्रसक्त अत्र एतत् विषये वा प्रसक्तिः प्रसक्त अप्रसक्त इत्युक्ते एतादृश एतादृशसम्बन्धः अत्र प्रसक्तिः अस्ति. अत्र सूत्रं पश्यामश्चेत् सूत्रस्य प्रसक्तिः भवति वा न वा इति चिन्तयामः खलु. आम् आं महोदय इत्युक्ते स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपसम्बन्धः स्नेहे अस्ति इति न वक्तुं शक्यते. तत्र भिन्नसम्बन्धः वक्तव्यः. दण्डं दण्डः निमित्तकारणत्वेन स्वीकुर्मश्चेत् तत्र भिन्नसम्बन्धः वक्तव्यः. कुलालः निमित्तकारणम् इति स्वीकुर्मश्चेत् तत्र भिन्नसम्बन्धः वक्तव्यः भवति. प्रसक्तः किम् इति अनुसृत्य सम्बन्धः वक्तव्यम् इति किल आस् अप्लिकबल् अप्लिकबल् मीनिङ्ग्. अस्तु पठतु महोदय. प्रकृतम् अनुसरामः इति प्रकृतम् अनुसरामः. सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता स च स्नेहः जलमात्रवृत्तिः. नान्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते. घृततैलतैलादिसंयोगे सति तथाविध इव अनुभूयभावो अपि घृतादौ विद्यमानेन जलसंशेनैव इति जलांशेन एव आम् महोदय धन्यवादः. अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. अस्तु अत्र किं लिखितमस्ति इति स्वशब्दैः वदतु. आम् आं महोदय. सिद्धा एतावता पिण्डिबाबं प्रति स्नेहस्य अत्र पुनः न पठनीयं पुनः न पठनीयम् अत्र घृते पिण्डिबावः अस्ति वा न वा. कृते अस्ति महोदय. तर्हि तस्य कारणं किम्? तस्य कारणं यत्र उष्णं नास्ति चेत् तत्र पिण्डिभावम् उत्पद्यते वर्तते. घृते अग्ने स्थापितवान् तत्र जलत्वं द्रव्य द्रव्यं भवति. न तत्तु सत्यं. घृतस्य अग्निसंयोगेन घृते द्रवत्वं जायते किन्तु तत् प्रश्नः नास्ति. आम् घृते पिण्डीभावम् अस्ति वा न वा? घृते पिण्डीभावम् अस्ति महोदय. अस्तु, पिण्डीभावं नास्ति. अस्ति वा नास्ति? नास्ति महोदय. जलं जलमेव कारणं पिण्डीभावस्य. न न महोदय, जले घृते पिण्डीभावं नास्ति चेत् इदानीं घृतं एकस्मिन् भागे स्वीकरोति चेत् बहु किमपि घृतं हस्ते आगच्छति खलु? आं महोदय, पिण्डीभावम् अस्ति अस्ति अस्ति एव सत्यं महोदय. हा, पिण्डीभावम् अस्ति. तर्हि घृते विद्यमानपिण्डीभावं प्रति किं कारणम् इति प्रश्नः. ओ, अस्माभिः किम् उक्तं? स्नेहः एव पिण्डीभावं प्रति कारणम्, अपि च स्नेहः केवलं जले एव अस्ति. आम्, पूर्वं दृष्टवन्तः. इदानीं किन्तु घृते पिण्डीभावं दृश्यते, अनुभूयते. आम्, तर्हि तत्र किं वक्तव्यं? घृते जलमस्ति वा न वा? नास्ति, जलं नास्ति. नास्ति चेत् पिण्डीभावः एकनिमिषम् एकनिमिषम् विधि भगिनि. अस्तु, मुरळीमहोदय वदतु. घृते पिण्डीभावम् अस्ति, जले एव स्नेहः अस्ति, जलमेव पिण्डीभावं द्रव्ये कारयति. आं महोदय, तस्मात् घृते जलम् अस्ति इति स्वीकर्तव्यम्. आम्, अतः एव अत्र लिखितं घृतादौ विद्यमानेन जल अंशेन एव तत्र केचन जल अंशाः वर्तन्ते इति स्वीकर्तव्यं भवति. आं महोदय, अन्वयव्यतिरेकाभ्याम् इत्युक्ते स्नेहसत्त्वे पिण्डीभावसत्त्वं, स्नेहाभावे पिण्डीभाव अभावम्. आं महोदय, इति कृत्वा तत्र यद्यपि घृते जलं नास्ति इति भाति, किन्तु जल घृते पिण्डीभावं अस्माभिः अनुभूयते इत्यतः तत्रापि जल अंशाः वर्तन्ते इति अनुमानं कर्तव्यम्. आं महोदय, एवमेव तैले अपि पिण्डीभावं. जलम्, आं महोदय, जलं हेतुः महोदय घृते तैले पिण्डीभावं नास्ति, चूर्णे पिण्डीभावं तैलेन घृतेन वा भवति इति. किमिति? घृतेन अथवा तैलेन वा चूर्णे पिण्डीभावः घृततैलसंयोगे सति इति लिखितमस्ति. घृत अथवा तैले सति तथाविध अनुभूयमाने अपि तत्र चूर्णे पिण्डीभावः संयोगेन घृतसंयोगेन अथवा तैलसंयोगेन अपि अत्र अत घृते विद्यमानपिण्डीभावः इति अपि स्वीकर्तुं शक्यते. चूर्णमिति अत्र कुत्र लिखितं? तत्र चूर्णादौ इत्येव चूर्णादि पिण्डीभावहेतुः इत्येव अस्ति खलु महोदय. जलमात्रवृत्ति इति जलमात्रवृत्ति इति लिखितमस्ति किल, अतः स्नेहः अस्ति चेत्. अस्तु, एकनिमिषं. न अन्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशपिण्डीभावः सम्भाव्यते इति लिखितत्वात् श्रीराममहोदयः वदति इदानीं घृतस्य चूर्णेन सह मिश्रणं कुर्मश्चेत् इदानीं चूर्णे पिष्टे तत्र पिण्डीभावः जायते एव इति श्रीराममहोदयः वदति खलु? आं महोदय, आं महोदय, तदेव अहं चिन्तयामि. आं, सत्यं सत्यं सत्यं, यद्भवता उक्तं तत् सत्यमेव. इत्युक्ते पिष्टस्य जलेन सह मिश्रणेन एव पिण्डीभावः जायते इति न, तैलेन सह मिश्रणं कुर्मश्चेदपि पिष्टे पिण्डीभावः जायते, घृतेन सह पिष्टस्य पिण्डी मिश्रणं कुर्मश्चेदपि तत्र पिष्टे पिण्डीभावः जायते. तर्हि तस्य कारणं किम् इति चेत् घृते विद्यमानजलांशः एव इति वक्तव्यं भवति खलु श्रीराममहोदय? तदेव अहं चिन्तयामि महोदय. आमाम्, आं सत्यं महोदय. हा, तस्मात् पिण्डिभावम् इति हेतुः स्नेहम् इति साध्यम् इति स्वीकुर्मः चेत् महोदय, यत्र यत्र धूमः तत्र तत्र अग्निः, यत्र यत्र पिण्डिभावः तत्र तत्र स्नेहः अस्ति इति तत्र किमर्थम् अत्र अत्र हेतुसाध्यविषये चिन्तयति? आम् अहं चिन्तयामः, न तस्य आवश्यकता का अत्र अन्वयव्यतिरेकाभ्याम् इति उक्तं खलु? अन्वयवाक्यं वदतु भवानेव। अन्वयवाक्यं पिण्डिभावम् अस्ति चेत् स्नेहम् अस्ति, यत्र पिण्डिभावं नास्ति चेत् कारण अन्वयः कारणं प्रथमं वक्तव्यं, कार्यं द्वितीयं वक्तव्यम्। अत्र कारणं किं कार्यं किम्? अत्र कारणं स्नेहं, कार्यं पिण्डिभावं। तर्हि अन्वयव्याक्ये अन्वय आम् महोदय कारणं प्रथमं वक्तव्यं, वदतु। आम् आम् महोदय, यत्र स्नेहम् अस्ति तत्र पिण्डिभावमस्ति। व्यतिरेकं वदतु। व्यतिरेकं यत्र पिण्डिभावं नास्ति तत्र स्नेहं नास्ति। नो, तत्रापि कारणमेव प्रथमं वक्तव्यम्। ओ आं महोदय, अनुमानस्तरे एव भिन्नरीत्या भवति। यत्र व्याप्यव्यापकभावः वदामः तत्र एव हेतुः प्रथमं वक्तव्यं, साध्यम् अनन्तरं वक्तव्यम्। अतः एव अहं अहं पृष्टवान् किमर्थम् अस्मिन् विषये चिन्तयति इति। आं धन्यवादः महोदय, नौ अवगन्तुं शक्नुते। कार्यकारणभावस्थले कारणसत्त्वे कार्यसत्त्वं, कारणाभावे कार्याभावः। आम् आं महोदय, प्रथमं कारणमेव वाक्यम्। आं प्रथमं कारणमिति अपि वर्तते। किन्तु काव्यव्याकभावः वदामः तत्र भिन्नरीत्या वक्तव्यमस्ति। अस्तु, तर्हि समयः जातः, अत्र स्थगयामः। विजि भगिनी गतवती। अस्तु, सर्वेषां धन्यवादः, नमस्कारश्च। धन्यवादः महोदय।